अस्तु अत्र शान्ता अस्ति खलु, आरम्भश्लोकं वक्तुं शक्यते वा शान्ता? अनिल् महोदय अस्ति वा? आं महोदय अस्ति. वदतु. अस्तु महोदय, आरम्भश्लोकम्. ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ॐ श्रीगुरुभ्यो नमः. सर्वेभ्यः नमस्कारः. अत्र वयं सर्वे सार्वधातुकलकाराः, आर्धधातुकलकाराः च अधिकचिन्तनम् एतत् विषये अत्र सर्वेभ्यः स्वागतम् अस्माकं पाणिनि वर्गव्याकरणविषये. अत्र सार्वधातुकं किम् इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् तावदेव. आर्धधातुकं शेषः, दश अस्ति खलु गणाः, दश. लट् लोट् लङ् विधिलिङ्ग् चत्वारः सार्वधातुकमस्ति चेत् शेषः आर्धधातुकं भवति. अत्र तिङ्क्षित् सार्वधातुकं, सार्वधातुकं यत्र यत्र अस्ति तत्र तिङ् अपि अस्ति, षित् अपि अस्ति. आर्धधातुकं शेषः इति भवति. आर्धधातुकं शेषः शेषः षट् भवति खलु, एतदेव. अनन्तरं प्रत्ययः अधिकारः अस्ति, परिच्छ अधिकारः अस्ति, धातोः, एतत् मिलित्वा एव अत्र धातोः विषये कार्यं भवति. सार्वधातुकप्रत्ययः नाम किम् इत्युक्ते तिङ्क्षित् सार्वधातुकम् इति सूत्रम्. अनन्तरम् आर्धधातुकं शेषः इत्यनेन एव आर्धधातुकम्. अत्र तिङ्गपि नास्ति, षित् अपि नास्ति. अनन्तरं सार्वधातुकलकारः इत्युक्ते किम्? यत्र सार्वधातुकं प्रत्ययः साक्षात् दृश्यते, अनन्तरं कर्तरिषप् इति अपि भवति. कर्तरिषप् इत्यनेन अत्र शप् प्राधान्यं भवति. शप् मध्ये अकारः एव तिष्ठति अनुबन्धलोपानन्तरम्. एतत् स्वीकृत्य अन्यकार्यमपि भवति. कर्तरिषप् इदानीं स्वीकुर्मः चेत् भूविषये वयं जानीमः किं किम् अभवत् इति. अनन्तरं कर्तरिषप् इदानीं तृतीयगणे स्वीकुर्मः चेत् जुहोत्यादिभ्यः श्लू इत्यनेन श्लौ भवति, अत्र द्वित्वं भवति. अनन्तरम् इदानीं स्वादिभ्यः श्नु श्नुः इति स्वीकुर्मः चेत् अत्र उकारस्य स्थाने ओकारः भूत्वा आप्नोति इति भवति. अनन्तरम् अतो गुणे अत्र पूर्वपरयोः पररूपमेव आदेशः भवति इति अतो गुणे सूचयति. एतत् अपवादसूत्रं सार्वधातुक न अपवादसूत्रं किमस्ति अत्र अकः सवर्णे दीर्घः इति सूत्रेण किं भवति? अकः सवर्णदीर्घ इत्यनेन सवर्णदीर्घः भवति. सवर्णदीर्घसूत्रस्य अपवादसूत्रम् अतो गुणे इति. अनन्तरम् आर्धधातुकलकारः किम्? अत्र पूर्वमेव दृष्टवन्तः यत्र यत्र स्या इति प्रत्ययं, तास् इति प्रत्ययम् आगच्छति. तास् कुत्र भवति चेत् लुट् मध्ये भवति. भविता, भवितारो, भवितारः इति भवति. अनन्तरं पास्यति, दास्यति, गमिष्यति, यत्र यत्र स्या इति प्रत्ययं सूचयति, एतत् सर्वाणि पदानि आर्धधातुकलकारः एव सूचयति. अनन्तरम् अत्र सार्वधातुकलकारः आर्धधातुकलकारः च अधिकचिन्तनं. सार्वधातुकलकारः इत्युक्ते किम्? एतदेव अत्र द्रष्टव्यम्. इदानीं मया उक्तम् अत्र एतदर्थम् अत्र अत्र स्पष्टतया दृश्यते यत् धातु गणभेदात् रूपभेदः इति किमपि नास्ति. धातुगणभेदात् अत्र गणं दश भवति. अत्र किमर्थं धातुगणनिमित्तिक विकर्ण अभावात्, विकर्ण अभावात् कर्तरि शप् इति भवति. अदादिगणः स्वीकुर्मः चेत् अत्र शप् लुक् भवति, जुहोत्यादिगणे स्लौ भवति. तादृशम् अत्र भेदः भवन्ति. अत्र अन्तलक्ष्मी अस्ति वा? एतदर्थम् अन्तलक्ष्मी नास्ति चेत् पूर्णिमाप्रकाश पठतु. श्रूयते खलु अनिल् महोदय? अनिल् महोदय पठतु, अनिल् महोदय पठतु एतदर्थम्. पूर्णिमाप्रकाश पठितुं शक्यते वा? एतदर्थं दशधातुगणः प्रयोजनीयाः केवलं सार्वधातुकलकारेषु लटि लोटि लङ्गि विलिङ्गि च. अर्धधातुकलकारेषु विटि लुटि लृटि लङ्गि लुङ्गि आशीर्लिङ्गि च धातुगणानां किमपि प्रयोजनं नास्ति. लकाराणां पाठन पाठनावसरे सर्वे धातवः एकस्मिन् एव गणे एकत्र स्थाप्यते. अत्र दशगणाः सन्ति खलु? अत्र सार्वधातुकलकारेषु लटि लोटि लङ्गि विधिलिङ्गि पूर्वमेव वयं जानीमः. शेषः तु लिटि लुटि लृटि लृङ्गि लुङ्गि आशीर्लिङ्गि इति षट् भवति. अत्र विकर्णप्रत्ययम् आगच्छति. भवती एव पठतु अग्रे वृत्तान्ते. वृत्तान्ते इष्लकारे सर्वेषां द्विसहस्रस्य धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि. तत्र कोऽपि धातुगणभेदः नास्ति. तथैव लुटि लृटि आशीर्लिङ्गि लुङ्गि लृङ्गि च. तत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः. एतादृशं वर्गीकरणम् अतीव लाभदायकं, यतः पाणिनेः सूत्राणि तथैव कार्यं विद्यति. अनेन महत् सौकर्यं. चतुर्दशवर्गाः एते अकारान्तः यथा कथगण रच इत्यादयः. अत्र अन्तिमवर्णम् अनुसृत्य एव चतुर्दशवर्गाः सन्ति. एतत् पूर्वं पाणिनिविषये तादृशं नास्ति एव. पुष्पदीक्षितमहोदयेन एतत् समीचीनतया अत्र किं किम् अदन्त अङ्गमस्ति वा अनदन्तम् अङ्गमस्ति वा एतत् समीचीनतया भवत्याः एव एतत् अत्र कृतम्. अनन्तरम् अत्र अनन्तलक्ष्मी अस्ति वा? अस्तु, महालक्ष्मी अस्ति वा? अस्तु, शान्ता सुब्रह्मण्यन् अस्ति वा? आं भगिनि, नमस्कारः. नमस्कारः. अकारान्ताः अकारान्ताः यथा कथ गण रच इत्यादयः. आकारान्तः यथा पा ला वा दा धः इत्यादयः. इकारान्ताः यथा दि श्वि चि कि रि इत्यादयः. ईकारान्तः यथा नी षि डि क्री वि इत्यादयः. उकारान्ताः यथा दृ नु कु गु क्षु इत्यादयः. ऊकारान्तः यथा भू लु पू नु मु इत्यादयः. ऋकारान्तः यथा ऋ भृ घृ मृ कृ स्मृ स्मृ इत्यादयः, ऋकारान्तः यथा झृ झृ श्र गृ पृ इत्यादयः, एजन्ताः इदानीमत्र एजन्ताः महालक्ष्मी पठतु एजन्ताः अस्ति वा महालक्ष्मी अस्ति वा अस्मि मा अस्मि मा हा एजन्ताः शृणोत्या न भवत्याः ध्वनिः बहु लघु अस्ति बहु मन्दमस्ति शान्ता भवती एव पठतु अग्रे एजन्ताः इल निङ्ग भग्नं करोतु प्रथमं भग्नं करोतु अनन्तरम् आगच्छतु एक्सिट् एक्सिट् करो इत्यादयः अदुपथाः यथा पठ चल् वद् खल् कक् पच् चट् इत्यादयः इदुपदाः यथा चित् निद् छिद् किद् निद् मिल् इत्यादयः उदुपदाः यथा बुध् शुध् मुद् उक् उख् इत्यादयः ऋदुपदाः यथा कृष् वृष् ऋत् छृद् वृत् वृध् इत्यादयः अवशिष्टाः येन सन्ति येषु वर्गेषु यथा मील् शीक् बुक् बुक् अञ्च् इत्यादयः अस्तु इदानीं पश्यतु अकारान्तदातवः अत्र कथ इति भवति कथ तकार उत्तरवती अकारः एव श्रूयते अतः कथ गण नकार उत्तरवती अकारः एव श्रूयते अतः गण रच चकार उत्तरवती अकारः एव श्रूयते अकारान्तः आकारान्तः पा आकारान्तः श्रूयते इकारान्तः श्री ह्रस्व इकारः श्रूयते ईकारान्तः नी नयति इति भवति खलु नी अत्र दीर्घ ईकारान्तः श्रूयते उकारान्तः नु उकारः एव ऊकारान्तः भू सतायाम् इति प्रसिद्ध धातुः अस्ति अनन्तरम् ऋकारान्तदातवः गृ दृ भवति ऋकारान्तदातवः जृ तादृशं पूर्वं न अभवत् पाणिनिसूत्रे दातवः किञ्चित् इतस्ततः अटन्ति एव परन्तु पुष्पदीक्षित महोदयेन एव एतत् पृथक्तया दत्तमत्र एजन्ताः द्वै म्लै ऐ अस्ति खलु अनन्तरम् अधु उपदा अकारः उपदा भवति उपदा इत्युक्ते किं कोऽपि वक्तुं शक्यते वा उपदा इत्युक्ते किम् कोऽपि वक्तुं शक्यते वा अन्तिमवर्णस्य पूर्ववर्णः उत्तमम् अन्तिमवर्णस्य पूर्ववर्णः एव पूर्ववर्णः यत् तिष्ठति एतदेव अधु उपदा अत्र पट् इति अस्ति टकार प टकार पट् टकारपूर्वं पकारः अस्ति पकार उत्तरवती अकारः अस्ति अतः अधु उपदा इति उपदा चित् अस्ति तकारपूर्वं चित् अस्ति इकारः अस्ति इकारः एव श्रूयते अतः इदु उपदा उदु उपदा बुद् अस्ति अत्र उकारः एव श्रूयते उपदायाम् अनन्तरं ऋदु उपदा कृष् इति भवति ऋकारः श्रूयते अवशिष्टाः ये न सन्ति येषु वर्गेषु यथा मील् शिङ्क् बुक् अञ्च् इत्यादयः एतत् अवशिष्टाः किञ्चित् अग्रे एतत् विषये आगच्छति एव अनन्तरं महालक्ष्मी इदानीं पठितुं शक्यते वा महोदय शृणोति वा महोदय किञ्चित् उच्चैः वदतु शृणोति वा महोदय शृणोति शृणोमि परन्तु अत्र किञ्चित् उच्चैः वक्तुं शक्यते वा अतः यथा अतः यथा पा धातुः दा धातुः च अर्धधातुक अर्धधातुक अर्धधातुकलाकस्य क कलाकारस्य कलाकारस्य लकारस्य लकारस्य आर्धधातुकलकारस्य आयोजने एकस्मिन्नेव अन्तर्गुणे एकत्र भवतः आकारान्तेषु किन्तु सार्वधातुकलकारस्य आयोजने इमौ द्वा धातु पृथक् गुणे सारि पृथक् गणे स्तः. अत्र आकारान्तधातुः पा इति अस्ति, धा धातु अस्ति. एतत् आकारान्तः श्रूयते एव, परन्तु गणे अत्र विकल्पेन भवति. द्वा धातु पृथक् गणे स्तः. एवमेव संस्कृतभाषायां यावन्तः आकारान्तः धातवः सन्ति ते सर्वे आर्धधातुकलकारस्य आयोजने योजनेन एकत्र भवन्ति. इदानीं विकरणं नाम किम्? अत्र गोधमल् पठितुं शक्यते वा? विकरणं नाम सदृशप्रत्ययः यः धातुभ्यः विधीयते किन्तु साक्षात् न विधीयते. प्रथमताय लकारः विधीयते, तदा सर्वधातुककलाकारस्य विकरणं चेत् लकारस्य स्थाने तिङ् प्रत्ययः, तदा धातु तिङ् प्रत्ययोः मध्ये विकरणम् आगच्छति. अर्धधातुकालकारस्य विकरणं चेत् धातुलकारप्रत्ययोः मध्ये एव आगच्छति. विकरणं नाम किम्? अत्र भुवादिगणः स्वीकुर्मः चेत् शप् भवति, अदादिगणः स्वीकुर्मः चेत् अत्र शप् लुक् भवति, जुहोत्यादिगणे स्लौ भवति, अनन्तरं दिवादिगणे श्यन् भवति, स्वादिगणे स्नु भवति, तना तुदादिगणे अत्र शकारः तिष्ठति, आकृतिः तु आकारः एव तिष्ठति. अनन्तरं रुदादिगणः श्नं भवति, तनादिगणः ऊ भवति, अनन्तरं क्रियादिगणे स्ना भवति, अनन्तरं चुरादिगणे निच् अपि अस्ति, शप् अपि अस्ति. इदानीं अत्र धातुः अस्ति चेत् पट योगः, स्टप् योगः ति भवति, तिङ् प्रत्ययः. अत्र पट योगः अकारः, शप् अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. अनन्तरं तिङ् शित् सार्वधातुकम् इत्यनेन ति योजनेन पठति इति अन्तिमरूपं निष्पद्यते. एतदेव मध्ये सूचयति, मध्ये एव विकरणप्रत्ययम् आयाति. अस्तु, इदानीं विकरणं द्विविधं, तत् किम्? अनिल् महोदय पठतु. हरि ओम्. विकरणं द्विविधं, तत् किं? सार्वधातुकनिमित्तकविकरणं लकारनिमित्तकविकरणं च. सार्वधातुकनिमित्तकविकरणं लकारनिमित्तकविकरणम्. अस्तु, साधारणतया यदा विकरणप्रत्ययः इति वदामः तदा शप् शन् स्नु इत्यादयः विवक्षिताः. एते सार्वधातुकनिमित्तकविकरणप्रत्ययाः. शप् शन् स्नु इत्यादीनां निमित्तम् अस्ति सार्वधातुकप्रत्ययः. कर्तरि शप् तदेव सूचयति यत् धातोः उत्तरः यः प्रत्ययः स कर्त्रर्थे कर्त्रर्थकः सार्वधातुकं च इति चेत् धातुतः सप्रत्ययः भवति. अतः निमित्तम् अस्ति सार्वधातुकप्रत्ययः. स च प्रत्ययः तिङ् स्यात् वा कृत् स्यात्, किन्तु सार्वधातुक भवेत् एव. अपि च शन् स्नु स्ना स्नम् एतानि सर्वाणि सार्वधातुकनिमित्तकविकरणानि. प्रतिपादयतु अत्र किं किं भवति इति भवान् जानाति एव सम्यक्तया विवरणं करोतु. सो अत्र विकरणप्रत्ययः द्विविधं. प्रथम सामान्यतया वयं सर्वे जानीमः जानीमः लकार गण अधिकृत्य अनुसृत्य भिन्नं भिन्नं प्रत्ययः सप् स्नु श स्ना इत्यादयः. तत्सर्वं सार्वधातुकनिमित्तकविकरणं प्रत्ययाः. कारणमस्ति. ओके ओके. अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति लकारनिमित्तकविकरणम् इति नाम्ना. आर्धधातुकलकारेषु अपि विकरणप्रत्ययाः भवन्ति किन्तु ते च लकारनिमित्तकाः. तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः. यथा लिट् लकारं पश्यामः. सो लिट् लकारे अस्ति श प्रत्ययः. अस्तु अस्तु. भवादिगणे पा योग लृट् शातासि लृलिटो लुटो लुटोः इत्यनेन लिटि परे धातुतः श पा योगश्च प्लस् लिट् पश्यति. इदानीं पश्यतु अत्र लकारनिमित्तीकृत्य कारणम् अद् कार्यं किं भवति आर्धधातुकलकारेषु एव. एतत् लकारनिमित्तीकृत्य पूर्वमेव मया सूचितम् एतत् विषये. अत्र स्यतासि लु लुतोः इति सूत्रेण एव अत्र स्या इति कृत्यम् आगच्छति. अत्र पा इति धातुः स्वीकृतं चेत् पा योगः स्या योगः लृट् लृट् इति भवति. अनन्तरं टी योजनेन पास्यति इति भवति. एतत् आर्धधातुकलकारः. अत्र स्या इति विकर्णप्रत्ययेन पठतु अग्रे पठतु महोदय. अहं किमपि प्रतिपादयितुम् इच्छामि. सो वाट् ऐ अण्डर्स्टुड् सो लट् लोट् लङ् विधिलङ् लकारः अस्ति चेत् सार्वधातुक लकारः अस्ति चेत् सार्वधातुकनिमित्तकविकरणप्रत्यय एव प्रयोगं कर्तुं शक्यते. अन्य षष्ट षट् लकारः अस्ति चेत् अन्यविकरणप्रत्यय अपि प्रयोगं कर्तुं शक्यते. देट् इस् हौ इट् इस् रैट्. Doesn't come together. They come separately. अत्र स्यतासि लृ लुटोः एतत् प्रसिद्धसूत्रमस्ति. अत्र तास् इति भवति भविता भवितारौ भवितारः इति लुट् मध्ये अस्ति. अनन्तरं स्य इति स्या योजनेन लृट् लकारः आगच्छति. फ्यूचर् टेन्स् भविष्यत्कालार्थम्. अथवा एतत् सूत्रं जुहोत्यादिगणे अत्र पा इति स्वीकुर्मः चेत् एतत् अन्यधातुः अस्ति भ्वादिगणे अस्ति. एतत् आकारान्तः इदानीमेव पुष्पदीक्षितमहोदयेन अत्र सम्यक्तया सूचितं. पा इति भ्वादिगणे अस्ति. दा इति जुहोत्यादिगणे अस्ति. भवानेव पठतु. अत्र श इति विकरणप्रत्ययस्य आनयनस्य कारणं लिट् लिट् प्रत्ययः एव. यस्मिन् कस्मिन् अपि धातुगणे भवतु नाम धातुभ्यः लृट् भवति. ज्योत्यादिगणे दा योग लृट् शतासि लृट्लिटोः इत्यनेन लिटि परे धातुतः श दा श लिट् दास्यति. स्वादिगणे अप् आप् योग लृट् शातासि लृट्लुटोः इत्यनेन लिटि परे धातुतः श आप् श लिट् आप्स्यति. आप्स्यति प्राप्नुमः इति अर्थे आगच्छति. सर्वेभ्यः धातुभ्यः लिट् भवति इति कृत्वा धातुगणचर्चा मास्तु. स्या सर्वेषां धातूनां भवति. बहु सम्यक्. बहु सरलं. लिट् कुत्र अस्ति? स्या आगच्छति. तावदेव. इदानीम् अनन्तलक्ष्मी अस्ति वा? अस्तु पूर्णिमा पठतु भगिनि ऋट्लकारे ऋट्काने कर्तर्थक सार्वधातुक तिङ् तर्हि किमर्थं शप् न भवति अत्रापि सर्वे लकाराः अनुबन्धलोपानन्तरं ल इत्येन भवति अपि च ल इत्यस्य स्थाने टिप् तर्जि इत्यादयः तिङ् प्रत्ययाः अस्य आयाति लिट् अपि तर्हि किमर्थं न अत्रापि अत्रापि इमं तिङ्प्रत्ययं निमित्तीकृत्य कर्तरि शप् इत्यनेन शपः अनयनम् अत्र वास्तविकक्रमः अवलोकनीयाः अग्रे अपि पठतु आं भगिनि पा पा अधिक लृट् शतासी लृटोः तृतीयाध्याय प्रथमपादः त्रयत्रिंशत् इत्यनेन लृटि परे धातुतः स्या पा स्या लृट् पा स्या ल पा अधिक स्या अधिक तिप् पा अधिक स्या अधिक ति पास्यति गच्छति इदानीम् अत्र लकारः लट् लोट् विधिलिङ्ग् लृट् ऋङ् सर्वत्र अनुमन्त्रलोका लोपानन्तरं लकारः एव इल् एव तिष्ठति अतः एव लस्य इति अधिकारे सर्वम् आगच्छति अत्र अत्र तिप्तस्य सिप्तस्थ एतत् सर्वं जानीमः तिङ्प्रत्ययः आयान्ति लिट् मध्ये तथा तादृशं न भवति लिट् मध्ये कर्तरि शप् अत्र प्रबाद्य शपः आनयनं न अत्र नास्ति एव स्या एव आगच्छति उदाहरणरूपेण स्यतासि ऋतोः एतदेव इदानीम् अनिल् महोदयेन उक्तम् अधुना इदानीम् इतोपि किञ्चित् विवरणम् अत्र अस्ति महालक्ष्मी पठितुं शक्यते वा अधुना शान्ता अधुना पश्यतु एकं वैशिष्ट्यं यद्यपि टिप् अस्ति किन्तु पा टिप् इत्यनयोः मध्ये स्य इति व्यवधानं स च स्य आर्धधातुकम् अतः कर्तरि शप् इत्यस्य अवसरः न भवति अत्र मुख्यम् इदं यत् स्य इत्यस्य निमित्तं लृट् एव किन्तु शप् इत्यस्य निमित्तं टिप् आदयः लृट् प्रत्ययः प्रथमतया आयाति तदा तदा एव लृटः स्थाने टिबादयः अतः स्य अपि प्रथमम् आयाति यदा लृट् प्रत्ययः विद्यमानः अनन्तरम् एव लृटः स्थाने ह्यः तु आगतः एव टिप् न दृश्यते सारांशः एवं यत् ह्यः प्रथमम् आगच्छति तदनन्तरम् एव टिप् अतः धातुः ह्य पश्यति न तु टिपुः टिप् अस्मात् कारणात् कर्तरि शप् न भवति अत्र प्राधान्यतया किं मनसि स्थापनीयं चेत् अत्र यत्र यत्र जुहोत्यादिगणे अनन्तरं स्वादिगणे रुदादिगणे तदादिगणे एतत् सर्वत्र अन्यप्रत्ययम् आगच्छति विकर्णप्रत्ययं कर्तरि शप् नास्ति अत्र सर्वत्र कर्तरि शप् प्रबाद्य कर्तरिशप् प्रबाद्य एव अन्यकार्यं भवति एतत् मनसि स्थापनीयमेव अस्मात् एव तिप् अतः धातु स्य पश्यति न तु तिप् पश्यति अत्र ऋ लुटोः त्यचासि लृलुटोः इति सूत्रेण स्य एव पश्यति, अत्र कर्तरि शप् प्रबाद्ये एव स्य इति आगच्छति, अनन्तरं तास् इति आगच्छति. इतः पर्यन्तं किञ्चित् प्रश्नः अस्ति चेत् पृच्छतु. एतत् अवगन्तुं शक्यते खलु? किञ्चित् क्लेशः नास्ति एव. तनादिगणे ऊ इति विकर्णप्रत्ययः आर्धधातुकत्वात् किं भवति? तनादिगणे, अत्र तनादिगणे षष्टमगणं खलु, तनादिगण न अष्टमगणम् अस्तु. तनादिगणे ऊः इति प्रत्ययं विकर्णप्रत्ययस्य आर्धधातुकत्वात् किं भवति इति अनिल् महोदय अग्रे पठतु. तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति? उप्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरूपी अङ्गे गुणः भवति, यथा सङ्गम्. तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः, यथा क्षिण् योग उ क्षेण योग उ क्षेणु इति अङ्गम्. तत् च गुणकार्यं सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति. अत्र रूपं द्वयं भवति, कार्यं द्वयं भवति. अत्र सार्वधातुकप्रत्ययेन भवितुम् अर्हति, आर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति. छिन् इति स्वीकुर्मः चेत् अत्र तनादिगण एक विकरणप्रत्ययः उः इति भवति, अत्र गुणः अपेक्षितः, अतः इकारस्य स्थाने एकारः भूत्वा छेन् योगः उः छेणु इति अन्तिमरूपं भवति, गुणकार्यं भवति अत्र. अनन्तरम् अग्रे भवान् एव पठतु. पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. अत्र पुगन्तलघुपदस्य पूर्वं दृष्टवन्तः गुणः कुत्र भवति चेत् सार्वधातुकप्रत्ययेन एव भवितुम् अर्हति, परन्तु पुगन्तलघुपदस्य च सार्वधातुके अपि भवति गुणः, आर्धधातुके अपि गुणः भवति. पुगन्तलघुपदस्य च अङ्गं किं भव किं सूचयति अत्र? लघु, यत्र उपधायां लघु इक् अस्ति तत् स्थाने गुणः भवति. अनुवृत्तिसहितसूत्रमस्ति पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. पुगन्तलघुपदस्य मनसि स्थापनीयं सार्वधातुक आर्धधातुकयोः मध्ये आगच्छति, अनन्तरम् उपधाया इकः वर्णः अस्ति चेत् अत्र निमित्तम् इक् वर्णः भवितव्यं पूर्वम् उपधायाम्. अनन्तरं सार्वधातुकमपि अस्ति आर्धधातुकमपि अस्ति, परन्तु सार्वधातुकप्रत्ययेन तनादिगणे सार्वधातुकप्रत्ययेन एव कार्य गुणः भवति. मनसि स्थापयतु सार्वधातुक आर्धधातुकयोः इत्यनेन, पूर्वदलपदस्य च इत्यनेन उपधायाम् इक् वर्णः भवितव्यम्, अनन्तरं किमपि अत्र क्लेशः नास्ति, सार्वधातुकमपि भवितुम् अर्हति, आर्धधातुकमपि भवितुम् अर्हति. अत्र इतः पर्यन्तं किञ्चित् क्लेशः अस्ति चेत्, प्रश्नः अस्ति चेत् पृच्छतु. प्रश्नः शान्त. अत्र तनादिगणे दशलकाराः अपि आर्धधातुक वा? दशलकाराः अत्र लट् लोट् लङ् विधिलिङ्ग् लट् लोटु लिङ्ग् लट् लोटु लङ् विधिलिङ्ग् सार्वधातुकलकाराः, शेषः अर्धधातुकलकाराः, भवान् जानाति एव. आम्, अत्र लकाराः विषये, परन्तु गणविषये गणविषये अत्र कर्तरिषप् प्रभाद्य एव अन्यत्र कार्यं भवति. जुहोत्यादिगणे श्लौ भवति, अनन्तरं तनादिग इदानीं तनादिगणः उः इति भवति, अत्र गुणः भवति. अत्र सार्वधातुकलकारः अस्ति चेत् कार्यं भवति. उ प्रत्ययः तु अस्ति आर्धधातुक प्रत्ययः, आर्धधातुकप्रत्ययः. एतत् कर्तरिष्य प्रभागे एव आर्धधातुकलकारः भवति. आर्धधातुकविकरणप्रत्ययम् अत्र ऊः इति भवति. यथा अक्रयादिगणे स्ना भवति, रुदादिगणे स्नं भवति, तुदादिगणे शा इति भवति. अनन्तरम् अनुबन्धलोपानन्तरम् आकृतिः तु अकारः एव तिष्ठति. परन्तु तत्र तु सर्वत्र शित् अस्ति, तनादिगणे शित् नास्ति. अस्तु, अग्रे भवान् एव पठतु. सार्वधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकसकारपकारयोः आवश्यकता, नो चेत् अपित्वात् गुणनिषेधः. आर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकसकारपकारयोः आवश्यकता नास्ति एव, यतोहि अपित्वात् गुणनिषेधः इति आर्धधातुकक्षेत्रे किमपि नास्ति. सार्वधातुकम् अपित् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् सार्वधातुकप्रत्ययः चेतेव अपित्वात् नित् नित्वात् गुणनिषेधः. किन्तु आर्धधातुकप्रत्ययः चेत् पित्वम् अपित्वम् इति किमपि नास्ति. आर्धधातुकप्रत्ययः कित् नित् गित् नास्ति चेत् तस्मिन् गुणसाधक सामर्थ्यं वर्तते. उप्रत्ययः तादृशः. एतत् तु सर्वं पूर्वमेव पठामः वयं, पूर्वमेव एतत् इदानीं सम्यक्तया अवगन्तुं शक्यते. किमपि अत्र सार्वधातुकप्रत्ययविषये गुणस्य कृते इतसन्निक शप् अस्ति, चकारः पकारयोः आवश्यकता अस्ति एव. नो चेत् अपित्वात् अपित् यत्र भवति पित् अपित् इति द्वौ स्तः. पित् अस्ति चेत् गुणकार्यं भवति, अपित्वा अपित् अस्ति चेत् गुणनिषेधकः भवति. आर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकः शकारपकारयोः किमपि आवश्यकता नास्ति एव. आर्धधातुकप्रत्ययः अस्ति चेत् इदानीमेव दृष्टवन्तः अत्र ऊ एव विकरणप्रत्ययमस्ति. किं भवति, आर्धधातुकप्रत्ययः अस्ति चेत् गुणस्य कृते इत्संज्ञकः शकारः अस्ति वा, पकारः अस्ति वा, शप् अस्ति वा, कस्तरि शप् अस्ति वा इति किमपि कार्यं नास्ति एव. एतत् प्रभाद्य कर्तरिषप् प्रभाद्य एव अत्र ऊः कार्यं भवति. अत्र एतत् सार्वधातुकमस्ति छिन्न, अत्र इकारः अस्ति, इकारः गुणः भूत्वा क्षेन् भवति, क्षेन् योगो ऊ योजनेन क्षेनु इति भवति. तावदेव. अत्र सार्वधातुकम् अपित् अस्ति चेत् गुणनिषेधकः भवति. अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् भवति. यत्र नित् भवति अत्र गुणनिषेधकः भवति. परन्तु तनादिगणे अत्र आर्धधातुकलकारः अत्र पित् अस्ति वा अपित् अस्ति वा इति किञ्चिदपि कार्यं नास्ति, प्रश्नः अपि न उदेति. तावदेव. आर्धधातुकप्रत्ययः कित् अस्ति वा नित् अस्ति वा गित् नास्ति चेत् अत्र तस्मिन् गुणसाधकसामर्थ्यं वर्तते. अत्र किमपि कार्यं नास्ति एव, कित् अस्ति वा नित् अस्ति वा. अर्धदातकप्रत्ययं तु अत्र गुणः भवति एव. ऊप्रत्ययः तादृशः एव. इदानीम् ऊ इति भवति वर्णमेलनमेव, किञ्चित् कार्यं नास्ति. पूर्वं गुणः भवति, अनन्तरं वर्णमेलनेन क्षेनु इति भवति. प्रश्नः अस्ति वा? पूर्णिमा शान्ता, एतत् आदि एतत् प्रथमतया आगतवन्तः किञ्चित् कालानन्तरम् एतत् समीचीनतया मनसि आगच्छति एव. किञ्चित् इतोपि अत्र दशगणलकारेषु पूर्वमेव मया सूचितम् एतद् विषये. इदानीम् अन्तलक्ष्मी अस्ति वा? अस्तु, पूर्णिमाप्रकाश पठतु. पूर्णिमाप्रकाश अस्ति वा? इत्संज्ञक सकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्सङ्गकलकार इत्सङ्गकषकारपकारयोः भवता यथा सप्रत्यये आवश्यकता अस्ति सकारपकारयोः, अतः तत्र सार्वधातुकप्रत्ययः उपयुक्तः. अग्रे पठामि. शपि इत्सङ्गकषकारपकारयोः आवश्यकता कथम्? शन् श्नु स्नं स्ना शीर्षा प्रत्ययानाम् अपित्वात् गुणनिषेधः अपित्वात् गुणनिषेधः इति तदा अर्थपूर्णः यदा कस्यचित् प्रत्ययस्य पित्वात् गुणसाधकसामर्थ्यं. यदि अष्टाध्याय्या न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसङ्गकसामर्थ्यं, तर्हि अपित्वात् गुणनिषेधः इत्यस्य कः अर्थः अभविष्यत्? तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्ययः प्रदर्शनीयः आसीत् यस्मिन् पित्वं तदाधिकृत्य गुणसाधकसामर्थ्यं, स च प्रत्ययः शप्. यत्र शप् भवति अत्र भूयोगः शप् अस्ति चेत् अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन ऊकारस्य स्थाने ओकारः भवति. अत्र श्यन् स्नु स्नम् स्ना येषाम् अपित्वमस्ति अपित् अस्ति अतः तत्र गुणनिषेधः भवति. परन्तु स्ना इति तनादिगणे ऊः स्वीकुर्मः चेत् अत्र सार्वधातुकम् इत्यनेन अत्र गुणः भवति अतः एव क्षेणु इति भवति. अत्र एतदेव पित्वं पित्वं किमं गुणकार्यं भवति अपित्वं गुणनिषेधः भवति. तावदेव अत्र किञ्चित् अत्र इतोपि विवरणं तत्र दत्तं तावदेव. अग्रे शान्ता पठतु. लिट्लकारे स्य इति आर्थधातुकविकरणप्रत्ययः अपि च किन्तु अनावश्यकतायां गौरवं यथा यदि ऊ प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत् तर्हि येन गुणकार्यस्य सामर्थ्यं स्यात् इत्सङ्गकषकारप्रकारयोः आवश्यकता इति कृत्वा शुप्. किन्तु तत्र गौरवं नाम मार्गः दीर्घः इताहि द्वयोः वर्णयोः इत्संज्ञा करणीया, लोपश्च करणीयः. गुणसाधनार्थं तस्मिन् दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता. उप्रत्यये इत्संज्ञक शकारप्रकारयोः आवश्यकता नास्ति अतः आर्धधातुकत्वात् लाघवम्. लाघवम् इत्युक्ते किं? यत्र सुलभं भवति एतदेव लाघवम्. अत्र ऊ इति तनादिगणे स्वीकुर्मः चेत् अत्र शप् नास्ति शित् नास्ति अतः शकारपकारयोः चिन्तनमेव नास्ति एव. अतः तत्र ऊ प्रत्यये इतसंज्ञकशकारपकार इति चिन्तनमेव आवश्यकता नास्ति एव. अत्र गौरवम् इत्युक्ते दीर्घमार्गः अस्ति खलु, भूयोगः शप्योगः अनन्तरम् अनुबन्धलोप अनन्तरम् अकारः तिष्ठति अनन्तरं लकारविषये प्रथम प्रथमपुरुषे एकवचनं वा द्विवचनं वा एतत् समीचीनतया बहु कार्यम् अस्ति. मार्गः तु बृहत् अस्ति परन्तु तनादिगणे ऊ एव प्रत्ययम् अस्ति, ऊ एव विकरणप्रत्ययम् अस्ति. अत्र छिन् इति अस्ति चेत् अत्र के इति भवति अनन्तरं वर्णमेलनेन चेत् लाघवं बहु सुलभम् अस्ति आर्धदातकप्रत्यये. अत्र किञ्चित् प्रश्नः अस्ति वा अन्य कोऽपि? अनिल् महोदय. महोदय तु समानमेव पुनरपि पुनरपि आगच्छति स्पष्टीकरणार्थम् एव. सो तनादिगणे अपि अ इति भवितुं शक्यते, स किमर्थम्? अत्र शप् प्रबाद्य मया पूर्वमेव उक्तं, कर्तरि शप् प्रबाद्य एव अत्र ऊ इति प्रत्ययं विकर्णप्रत्ययम् आयाति. अतः बहु लाघवम् अस्ति, शप् सकारः अस्ति वा पकारः अस्ति वा, अनन्तरम् एतत् मध्ये अनुबन्धलोपानन्तरम् अकारः अस्ति वा, एतत् न तत्र न द्रष्टव्यम्. बहु लाघवम् अस्ति, पुनरपि पुनरपि एतत् विषये स्पष्टीकरणार्थमेव तत्र दत्तम्. अस्तु, भवानेव पठतु दशमबिन्दु. लिट् लकारे श इति आर्धधातुकविकरणप्रत्ययः, अपि च तनादिगणे उ इति आर्धधातुकविकरणप्रत्ययः, द्वयोः मध्ये कः भेदः? श प्रत्ययस्य निमित्तं लकारः एव, उ प्रत्ययस्य निमित्तं कर्त्रर्थे सार्वधातुकप्रत्ययः यदा धातुः तनादिगणे अस्ति. अतः श प्रत्ययस्य निमित्तं सार्वत्रिकं नाम सर्वेषां धातूनां कृते, किन्तु उ प्रत्ययः केवलं तनादिगणीयधातूनां कृते. अत्र स्पष्टीकरणार्थमेव पुनरपि पुनरपि उक्तं, स्या इति ऋट् धातोः अत्र आर्धधातुकविशेषणरूपेण स्या इति अस्ति, अनन्तरं तनादिगणे ऊ अस्ति. अत्र विकर्णप्रत्ययं तनादिगणे तनादिकृभ्यः ऊः इति कार्यं करोति, अत्र ऊ अस्ति, सार्वधातुकमस्ति, अतः गुणः भवति, तित् अस्ति, एतत् सर्वं भूत्वा एव कार्यं करोति. इदानीं स्या अस्ति चेत् अत्र लृट् लकारः अस्ति, अतः स्या योजनेन द्वयोः भेदकं किम् अस्ति अत्र अस्ति, यथासि ऋलुटोः इत्यनेन आर्धधातुकप्रत्ययः स्या भवति भविष्यत्कालार्थे. अनन्तरं तनादिगणे तनादिकृञ्जुभ्यः उः इत्यनेन छिन् अस्ति चेत् अत्र सार्वधातुकं तित् अस्ति, अतः तत्र गुणः भूत्वा छेन् भवति, छेन् योगः उ. अत्र स्पष्टीकरणार्थं पुनरपि पुनरपि तावदेव अत्र दत्तं, किमपि अत्र नूतनतया किमपि नास्ति. तनादिकृञ्जुभ्यः उः, तनादिगणे स्थितेभ्यः धातुभ्यः कृ धातुश्च ऊ प्रत्ययः भवति कर्तरर्थक सार्वधातुकप्रत्यये परे. कर्तरर्थक यत्र एतत् कर्तरि शप् कर्तरर्थक एव, कर्तरि अस्ति एव, कर्तरि अस्ति, कार्यं सर्वत्र कर्तरर्थक सार्वधातुकप्रत्यये परे एव एतत् भवति. इतपर्यन्तं किञ्चित् क्लेशः अस्ति वा, प्रश्नः अस्ति वा, पृच्छतु, अग्रे गच्छेम. भवानेव पठतु लकारनिमित्तिकविकरणप्रत्ययाः. महोदय, अत्र तनादिकृञ्जभ्यः उः, एतत् सूत्रेण कः? पूर्वमेव वयं दृष्टवन्तः खलु जुहोत्यादिभ्यः श्लू. तनादिगणे उ, ओके, अस्ति, तनादिभ्यः पूर्वम् पूर्वं दृष्टवन्तः एतत् विषये, एतत् वर्गस्य पूर्वम्. आमाम्, अवगतम्. अत्र तनादिगणे तनादिभ्य अत्र तनादिकृज्भ्यः उः, कृ इति अस्ति धातुः. अग्रे भवानेव पठतु. कृ किमर्थम् अस्ति? तनादि तु अस्ति, अवगतम्. तत्र कृ इति धातुः अस्ति खलु दुकृञ्ज करणे. अस्तु अस्तु, लकारनिमित्तकविकरणप्रत्ययाः सार्वत्रिकाः इति कारणेन सर्वेषां धातूनां कृते भवन्ति, तस्मात् तिङ्प्रत्ययेन सह सर्वदा तिष्ठति, नाम श योगति इति कृत्वा शति लिट् लकारे नित्यः प्रत्ययः, शति शतः शन्ति इति एवं प्रत्ययाः भवन्ति सर्वेषां धातूनां कृते, अतः सिद्धतिङ्गप्रत्याते एव भवन्तु शति इत्यादयः. तदर्थम् अस्माकं पाठे श इति पृथक्तया विकरणप्रत्ययरूपेण न उपयुज्यते, अपि तु तिङ्प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव भवति इति चिन्तयतु. बहु सम्यक्. शति शतः शन्ति, शति शतः शतः, श्यामि श्यावः श्यामः, सो सर्वधातु सर्वे धातुभ्य सर्वेभ्य धातुभ्य इतोपि करोतु. अत्र भविष्य शत्यासि लृलुटोः इत्यनेन अस्य एव आगच्छति, अतः एव भविष्यति भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यतः भविष्यत भविष्यामि भविष्यावः भविष्यामः. अत्र किमपि अत्र एतत् भागं स्थित्वा एव अत्र कार्यं भवति खलु. तिङ् प्रत्ययेन सह स्थित्वा तस्य एकः भागः एव इति चिन्तयतु. तीतः अन्ति खलु, अत्र सर्वदा गुणकार्यम् अपि भवति. तीतः अन्ति खलु, तीतः सीतः त मी वहमः. एतत् पूर्वं स्य इति योजनेन स्यति स्यतः स्यन्ति स्यसि स्यतः स्यत स्यामि स्यावः स्यामः. भूयोजनेन भविष्यति भविष्यतः भविष्यन्ति भविष्यसि भविष्यतः भविष्यत भविष्यामि भविष्यावः भविष्यामः. स्यतासि लुण्डुटो. सो उदाहरणार्थं पठ यदि धातु अस्ति, पठिष्यति पठिष्यति पठिष्यन्ति पठिष्यति पठिष्यतः पठिष्यत तादृशमेव. ओके ओके. ई अस्ति तत्तु कारणमस्ति दट् इडागम इडागमः. उत्तमम्. अस्तु अस्तु, चिन्तितवान् अस्तु. सारांशः पठतु. सारांशः सारांशः एवं यत् व्यवहारे प्रक्रियासु सार्वधातुकनिमित्तकविकरणप्रत्ययान् एव विकरणं नाम्ना प्रयुज्यमहे. लकारनिमित्तकविकरणप्रत्ययः तिङ्प्रत्ययस्य एकभागः एव भवति, इति कारणेन तस्य पृथक्तया न उपयोगः न वा नाम्ना सम्बोधनं भवति. सूचनार्थम् उच्यते यत् अष्टाध्याय्यां लकारनिमित्तकविकरणप्रत्ययः तृतीय अध्याये प्रथमपादे त्रयस्त्रिंशत् श्लोक आरभ्य षट्षष्टिः श्लोकपर्यन्तं विद्यन्ते. सूत्रपर्यन्तं विद्यन्ते. सार्वधातुकनिमित्तकविकरणप्रत्ययः षट् सप्तषष्टिः आरभ्य नवतिसूत्रपर्यन्तं विद्यन्ते. तत्र पश्यतु यत् लकारनिमित्तकविकरणप्रत्ययः लकारस्तरे एव विद्यन्ते, क्रमेण लिट् लिङ् लुट् लेट् लिट् लुङ्. सार्वधातुकनिमित्तकविकरणप्रत्ययः धातुगणस्तरे विद्यन्ते, क्रमेण सप् भवादौ अदादौ ज्योत्यादौ चुरादौ शन् दिवादौ स्नु स्वादौ शतुदादौ स्नम् रुदादौ ऊतनादौ स्ना क्रयादौ च इति सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च चिन्तनं सम्पूर्णम्. बहु सम्यक्. एतदेव पूर्वमेव दृष्टवन्तः. सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्ग् भवति, अनन्तरं क्रमेण आर्धधातुकलकारः तु लिट् लृङ् लुट् लेट् लेट् इत्युक्ते अत्र विधिलिङ्ग् अनन्तरम् आसिलिङ्ग् स्वीकरणीयम्, अनन्तरं लिट् लुङ् इति भवति. अत्र सर्वत्र शप् प्रभाद्य एव शप् भुआदौ अदादौ जुहोत्यादौ चुरादौ अनन्तरं शन् स्नु श स्नम् ऊ स्ना इति कर्तरिशप् प्रभाद्य अन्यविकरणप्रत्ययम् आयाति. एतदेव सार्वधातुकलकाराणाम् आर्धधातुकलकाराणां च चिन्तनं सम्पूर्णम्. अनन्तरं पूर्णिमा पठतु परिशिष्टम्. समय महोदय समय जात किमपि इतः पर्यन्तं किं किम् अप पठन् आसीत् एतदेव अत्र सारूपेण तत्र दत्तं परिशिष्टमिति. पूर्णिमा अस्ति वा? प्रक्रियाक्रमप्रसङ्गे किञ्चित् मूल्यवत् चिन्तितम् एकः प्रश्नः. पूर्णिमा, भवत्याः समीपे सङ्गणकमस्ति वा? अस्तु अस्ति भगिनि, सङ्गणकमस्ति, अहं तु मोबैल् मध्ये अस्मि. अस्तु, न न, अष्टाध्यायीसूत्रं गतवर्गे पूर्वतनवर्गे यथा अनिल् महोदयेन कृतं खलु, तादृशं भवति. पूर्वतनवर्गेण अहं न आगतवती भगिनि, मम किञ्चित् यदा अनिलमहोदयेन पाठः तत् दिने कृतं भवत्याः न आगतवती वा? न, मम मम प्रश्नः अवगमनार्थम् अहं पुनरपि पृच्छामि. अत्र सूत्रसङ्ख्या इत्यादि सङ्गणके दर्शयितुं शक्नोति वा? भगिनी, अहं न अवगतवती भवत्याः प्रश्न. अनिल् अनिल् महोदय, गतकक्षायाम् अहं सूत्र अष्टाध्यायी मध्ये दर्शितवान् अहं दर्शितवान्. सो विजयमहोदय पृच्छति भवती अपि कर्तुं शक्नोमि वा, शक्नोति वा? टेक्नोलाजिकलि जीरो. अष्टाध्यायी मध्ये गच्छतु, अनन्तरं सूत्रसङ्ख्या अस्तु. अनुसूया अद्य नास्ति तस्याः कृते एतत् प्रश्नः प्रष्टव्यमेव. अनुसूयापि न करोति वा? जानाति, लक्ष्मी भगिनी करोति, स्क्रीन् शेरिङ्ग् करोति, सर्वं करोति. सा नागच्छति, अत्र नागच्छति. सा सीनियर् स्टूडेण्ट् अस्ति भगिनी, कक्षायाम् अस्ति. अनन्तलक्ष्मी भगिनी अस्ति, अनन्तलक्ष्मी अस्ति वा? अस्तु, पठतु. अत्र प्रश्नः उदेति यत् लस्य स्थाने तिङ् प्रत्ययः प्रथमम् आयाति, समीचीनमेव. अनन्तरं प्रथमं विक्रमप्रत्ययः विधीयते वा? बोधार्थम् अत्र सर्वप्रथमं ज्ञातव्यं प्रक्रिया का इति, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति प्रश्नः उदेति. अग्रे भवती एव पठतु. प्रक्रियाप्रसङ्गे किञ्चित् मूल्यतनं भवतु. अस्य बोधार्थं सर्वप्रथमं ज्ञातव्यं प्रक्रिया का, सार्वधातुकप्रक्रिया वा आर्धधातुकप्रत्यया वा इति. सार्वधातुकप्रत्यय इति चेत् विवक्षाम् अनुसृत्य धातुः यथा भू अधिकलकारः, यथा लट् लट्लकारः धातुभ्यः विधीयते, अपि च किञ्चित् भिन्नः अतः आर्धधातुकविशेषः इत्यनेन आर्धधातुकसंज्ञकः धातुभ्यः विधीयमानः लकारः तु प्रत्ययः तिङ् भिन्न भिन्नश्च, अतः लकारः इति प्रत्ययः कृदतिङ् इत्यनेन कृत्सञ्ज्ञकः असार्वधातुकसंज्ञकः इत्यत्र कर्तरि शप् इत्यत्र प्रसक्ति नास्ति. तस्य भवती एव एक्स्प्लेन् करोतु भगिनि किञ्चित्. अस्तु अस्तु. अत्र आर्ध पूर्वमेव वयं दृष्टवन्तः किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकलकाराः, आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः विधीयते. अनन्तरं कृदतिङ् इत्यनेन कृतप्रत्ययः अपि आगच्छति. असार्वधातुकलकाराः इति अस्ति कर्तरि शप् प्रभादे एव आर्धधातुकलकाराः भवन्ति. लस्य इति अधिकारेण एव पूर्वमेव वयं दृष्टवन्तः लट् लोट् लङ् विधिलिङ्ग् इत्यनेन सर्वत्र इत् भवति, लकारः एव तिष्ठति, अतः लस्य इति अधिकार एव अस्ति. अनन्तरं तिप् तस्य सिप् तस्य मित्वस्म अनन्तरं ता आतां च एतत् सर्वाणि परस्मैपदिनः प्रत्ययाः. अनन्तरं किं परस्मैपदी, अनन्तरं किं परस्मैपदिनः अस्ति, अनन्तरं कोऽपि परस्मैपदिनः अनन्तरम् आत्मनेपदिनः ता आतां च इति भवति खलु. अत्र इत्याभ्यां तिङ्विधानं भू योगः तिप् भवति. अत्र तिङ्क्षित सार्वधातुकम् इत्यनेन तिबादयः सार्वधातुकसञ्चकाः कर्तरीशप् मध्ये आगच्छति, अकारः एव तिष्ठति अनुबन्धलोपानन्तरम्. इत्यनेन धातोः शप् प्रत्ययः परच कर्तरी सार्वधातुके भूयोगः शप् योगः तिप् अन्ते एव भवति इति भवति. एतत् सर्वं वयं जानीमः एव. सो इत्यनेन तिङ्क्षित सार्वधातुकमस्ति, आर्धधातुकं शेषक भवति, कृत तिङ् इति भवति. अनन्तरम् अत्र आहत्य लकारस्य स्थाने तिङ् तदा कर्तृशप् लस्य सतृशानचि अपि भवति. एतत् अग्रिमवर्गे वयं एतद् विषये पश्यामः. आहत्य लकारस्य स्थाने तिङ् तदा तिङ् सार्वधातुकं सार्वधातुकत्वात् शप् विधानं भवति. शप् कुत्र कुत्र भवति चेत् चुरादिगणे भवति. अनन्तरं अत्र तनादिगणे नास्ति, तुदादिगणे अपि शकरः एव तिष्ठति, अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति. सो एतत् अग्रिमवर्गे पश्यामः. अस्तु, अन्तिमश्लोकम् अनिल् महोदय वदतु. सहना भवतु. शान्ता वदतु. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. सभ्येभ्यः धन्यवादः. प्रश्नः अस्ति चेत् अग्रिमवर्गे पृच्छन्तु. धन्यवादः धन्यवादः धन्यवादः नमस्कारः धन्यवादः.